अस्तु, तर्हि विसर्गसन्धिः वर्तमानः अस्ति, तत्र शास्त्रे प्रक्रिया एतावता पञ्चभाट्टसूत्राणि अवलोकितानि, व्यवहारिकरूपेण कथं विसर्गसन्धिः उपयुज्यते अस्माभिः इति ज्ञातमस्ति। इदानीम् एतावता पञ्च सोपानानि सन्ति, तेषु त्रीणि सोपानानि अतीतानि शास्त्रीयरीत्या। तर्हि प्रथमं सोपानं, तत्र विसर्जनीयस्य सः खरि कख पफेतु विसर्गः, सामान्यपरिस्थितिः अस्ति राम सु स्था तिप् इति रामस्तिष्ठति, रामस्तिष्ठति इति अस्माकं सामान्यसूत्रत्रयं किं भवति तत्र विद्याभगिनी? अस्तु, प्रथमसोपाने विसर्जनीयस्य सः इति सूत्रं कार्यं करोति, तदेव पृच्छति महोदय भवान्। पाणिनीयसूत्राणि रामस् युगः तिष्ठति, तत्र क्रमेण त्रीणि सूत्राणि अपेक्षितानि खलु? ओ अस्तु अस्तु, ओ अस्तु, रामयोगस्सु इति प्रथमविभक्तौ, योगः स्थायोगः ति, स्थायोगः तिप् इति अस्ति, तत्र रामयोगः सु तत्र उकारस्य इत्संज्ञा भूत्वा रामस्, तत्र रामस् पदमस्ति सुबन्तपदम्, अन्ते सकारः, प्रथमं ससजुषो रुः इति सूत्रेण सकारस्य स्थाने रु आगच्छति, अनन्तरं करपदान्ते रेपः अस्ति, इदानीं रेपस्य करवसनयोर्विसर्जनीयः इत्यनेन खरी परे अस्ति इति कृत्वा तत्र रेपस्य स्थाने विसर्गः, रामः तिष्ठति। इदानीम् अत्र विसर्जनीयस्य सः इति सूत्रेण खरी परे विसर्गस्य स्थाने सकारः रामस् तिष्ठति इति सामान्यचिन्तनं प्रथमे सोपाने, वा शरी इति विकल्पेन शरी परे इति अस्माभिः ज्ञातम्, अपि च कुप्वोः कपौ च इति अपि अस्माभिः परिशीलितमासीत्, तत् सर्वं बुद्धम् इति प्रथमं सोपानं, रामः तिष्ठति इति अस्माकम् उदाहरणम्। अस्तु, द्वितीयं सोपानं, तत्र इच्छः परस्य विसर्जनीयस्य रेफः अखरि, हरिः धावति, हरिः धावति अखरि, अस्तु समीचीनं। तत्र किं लक्ष्मीभगिनी तत्र संक्षेपे तत्र किं चिन्तनमस्ति? हरिः धावति, तत्र रेफादेशसूत्रं रेफविधायकसूत्रम् एव शास्त्रपद्धत्यां नास्ति, केवलं भाटसूत्रम् अस्ति, अत्र रेफविधायकसूत्रं नास्ति, अतः अत्र पदगतसंस्कारपक्षे हरिः धावति इति रूपं, वाक्यगतसंस्कारपक्षे हरिर्धावति इति रूपम् आगच्छति। अत्र प्रथमतया ससजुषोरुः इत्यनेन रेफादेशः भवति, परन्तु करवसानिर्विसर्जनीयः इत्यस्य प्रसक्तिः नास्ति तत्र, किमर्थं चेत् तत्र द्वितीयपदस्य प्रथमवर्णः अथवा परवर्णः अखर्वर्णः अथवा हश्वर्णः, धकारः हश्वर्णः। ससजुषु रुः इत्यस्मिन् निमित्तं किं, किमर्थं रुत्वं भवति अत्र? प्रथमतया हरिः धावति, तत्र हरिः इति पदं प्रथमाविभक्तौ एकवचने निर्मामश्चेत् तत्र हरियोगः सुप्रत्ययं योजयामः, अतः तत्र प्रथमतया उपदेशे जनुनासिक इत् तत्र उकारः अनुनासिक उकारः, अतः उकारस्य तस्य लोपः इत्यनेन उकारलोपः भूत्वा हरिस् इति आगच्छति, तत्र हरिस् पदान्ते सकारः अस्ति, अतः पदान्तसकारस्य स्थाने ससजुषोरुः इत्यनेन रु आदेशः भवति, अनन्तरं पुनः उकारलोपः अनुबन्धलोपे सति उकारलोपः भूत्वा रेफः अवशिष्यति. बहु समीचीनमस्ति. तत् रेफः अपि आगच्छति, ततः अग्रे किमपि कार्यं नास्ति, किमपि सूत्रं न सम्भवति इति कृत्वा तिष्ठति एव अस्माकं रेफः. हरिर्धवति इति द्वितीयं सोपानम् अस्मिन् सारल्यमस्ति. नूतनं किमपि नास्ति, केवलं तत्र यत् ज्ञातमस्ति तस्य उपयोगः करणीयः आसीत्. अस्तु, बहु समीचीनमस्ति. इति द्वितीयं सोपानं. तत्र आगच्छति, हरिः आगच्छति इत्यस्मिन् भेदः वा? आं महोदय, हरिः धावति इत्यस्मिन् पदे धकारः अखरवर्णः, हरिः आगच्छति तत्र पञ्चमं सूत्रं कार्यं करोति. किमर्थं चेत् अत्र दीर्घ आकारः. एकनिमेषः, एकनिमेषः चिन्तयतु. अत्र तत्र तत्र तत्र अस्माकं मूलयन्त्राणि ज्ञातव्यानि. अत्र हरिः आगच्छति तत्र कुत्र कार्यं करोति? पञ्चममस्ति किम्? अतः परस्य विसर्जनीयस्य आचि, तत्र अग्रे आच् आ अस्ति, किन्तु तत्र पृष्ठतः कः अस्ति? क्षम्यतां महोदय, पृष्ठतः ह्रस्वकारः अस्ति. अत्र हरिः आगच्छति अत्र इतः परस्य भाटसूत्रमेव इच्वर्णः. किं सोपानं? द्वितीयं सोपानं. अत्रापि अत्रैव भवति खलु. यथा हरिः धावति तत्र हरिः आगच्छति इत्यपि तत्र साम्यमस्ति न वा? अस्ति. आकारः अपि अखर्वर्णः, परन्तु हश्वर्णः नास्ति. किन्तु हस् नास्ति, किन्तु हस् अस्मिन् आगच्छति वा? इच्छः परस्य विसर्जनीयस्य रेफः अखरि इति उक्तं. हसि अथवा अचि इति किमपि न उक्तं खलु? अखरि इति उक्तम्. न, भवती तु जानाति एव, केवलं स्पष्टीकरणार्थं वदामि, यतोहि अत्र हस् अस्य किमपि महत्त्वं नास्ति खलु. अत्र नाम धकारः हसि अस्ति, आकारः हसि नास्ति इति अस्य महत्त्वमस्ति वा अत्र? नास्ति, नास्ति. अस्तु, बहु समीचीनमस्ति. द्वितीयं सोपानं समाप्तम्. तृतीयं सोपानम्, आतः परस्य विसर्जनीयस्य लोपः अखरि. अस्तु, तर्हि अत्र किमस्ति इति पश्येम. अत्र बालाः इच्छन्ति, बालाः इच्छन्ति. अस्तु, अखिलभगिनी किमस्ति? महोदय, अत्र बालाः इच्छन्ति इत्यत्र बालयोगः अस् योगः इष् योगः ति इति अस्ति. अत्र बालास् योगः इष् योगः अन्ति इति अस्ति. बालास् योगः इच्छन्ति इति भवति. इदानीं ससजुषोरुः इत्यनेन सकारस्य स्थाने रेपादेशः भवति, तर्हि पदान्ते सकारः इति कृत्वा तत्र सकारस्य स्थाने रू आदेशः. तर्हि रू मध्ये उकारः इत्संज्ञा प्राप्य गच्छति, तर्हि रेपः एव तिष्ठति. बालार् योगः इच्छन्ति इति भवति. अत्र भो भगो अगो अपूर्वस्य योषि इति सूत्रेण रेपस्य स्थाने यकारादेशः भवति, तर्हि बालाय् युगः इच्छन्ति इति भवति. निमित्तानि अस्ति तत्र. अपूर्व रेप रू अस्ति चेत्, अपूर्व इत्युक्ते अवर्णः, अत्र तु अवर्णः इत्युक्ते अकारः आकारः द्वय प्लुत अकारः अपि अन्तर्भूतः. तर्हि तत्र अत्र आकारः अस्ति इति कृत्वा अपूर्वरेपः अस्ति बालार् इति रेपः तु अपूर्वरेपः अस्ति. तदनन्तरम् अशी प्रत्ययः इकारः अश्वर्ण अश् प्रत्यये अन्तर्भूतः इति कृत्वा तत्र रेपस्य स्थाने यकारादेशः बालाय् इच्छन्ति इति भवति. अत्र लोपः शाकल्यस्य इति सूत्रेण यकारस्य लोपः भवति पक्षे. शाकल्यस्य इत्युक्ते तत्र विकल्पेन इति तर्हि एकस्मिन् पक्षे बाला इच्छन्ति इति यकारं विना रूपम्, अन्यस्मिन् पक्षे बाला इच्छन्ति इति यकारसहितरूपम्. हा, बहु समीचीनमस्ति. अत्र बालाः इच्छन्ति इति स्थितिरस्ति. अत्र बालाः बालाः तिष्ठन्ति इति सरला भगिनी वदति वा अत्र बालाः तिष्ठन्ति अस्ति चेत् किं भवति? बालाः तत्र आकारः अस्ति खलु, तत्र किं भवति? बालाः तिष्ठन्ति तकार खरि प्रचारे अस्ति प्रथम सूत्रं कार्यं करोति. बालाः तिष्ठन्ति इति निष्पन्नं भवति. हा हा, बहु समीचीनमस्ति. तर्हि अत्र नाम अस्माकं चिन्तनावसरे आकारान्तध्वनिः कुतः आगतः इदानीं एकनिमिषः, तत्र दोषः कस्य, एकनिमिषः. अत्र नाम पञ्चसोपानानि सन्ति. हा, बहु समीचीनमस्ति. पञ्चसोपानानि सन्ति. तत्र विसर्गात् पूर्वम् आकारः अस्ति चेत् केषु सोपानेषु अग्रे यत्किमपि भवतु, नाम भिन्नभिन्नपदानि सन्ति, केषु सरला भगिनी तत्र कति सोपानानि द्रष्टव्यानि सन्ति यदा एकवारं जानीमः यत् विसर्गात् प्राक् आकारः अस्ति? विसर्गात् प्राक् आकारः अस्ति तस्य परि यदि खरि प्रचारः अस्ति खर् प्रत्याहारे को वर्णन् अस्ति तत् प्रथमं सोपानं कार्यं करोति. तदनन्तरम् अखारि कोऽपि वर्णः आगच्छति बाला विसर्गस्य लोपः भवति तत्र. विसर्गस्य लोपः, नाम तत्र बहु समीचीनमस्ति. इत्युक्ते आहत्य कति सोपानानि द्रष्टव्यानि यदि विसर्गात् पूर्वम् आकारः अस्ति? द्वे सोपानानि. हा, बहु समीचीनमस्ति. अस्तु, बहु समीचीनमस्ति. आकारान्त विसर्गात् पूर्वम् आकारः अस्ति चेत् सोपानद्वयं द्रष्टव्यमस्ति. हा, इदानीं विसर्गात् पूर्वम् इच् वर्णः अस्ति चेत् तत्र कति सोपानानि द्रष्टव्यानि सन्ति? राजेन्द्रमहोदय वदतु. अत्र महोदय यथा विसर्गात् पूर्वम् इच् वर्णः अस्ति तत्र एक सोपानं द्रष्टव्यं, यथा सोपानद्वयं द्रष्टव्यम्. अत्र विसर्गात् परं खरि अस्ति वा अथवा अखरि अस्ति तत्र सोपान प्रथमम् अथवा द्वितीयं सोपानं द्रष्टव्यम्. हा, बहु समीचीनमस्ति. तादृशं चिन्तनं कुर्मः चेत् अस्माकं भ्रमः न कदापि भवति. हा, तर्हि आकारः अस्ति चेत् प्रथमं सोपानं तृतीयं सोपानम्. इच् वर्णः अस्ति चेत् इकारः उकारः इत्यादिकम् अस्ति चेत् तत्र प्रथमं सोपानं द्वितीयं सोपानम् इति सोपानद्वयं पुनः. इदानीं लघु अकारः विसर्गात् पूर्वम् अस्ति चेत् तत्र कति सोपानानि द्रष्टव्यानि सन्ति तत्र, अजय महोदय? त्रीणि सोपानानि महोदय, प्रथमं चतुर्थं पञ्चमं. बस्, बहु समीचीनमस्ति. तावदेव अस्ति अस्माकं चिन्तनं. हा, सर्वेषां नैपुण्यम् जातमस्ति. बहु समीचीनमस्ति. इति तृतीयं सोपानं तथा अस्ति. इदानीम् इच्छन्ति, तत्र भेदः कः? यदि बालाः धावन्ति अस्ति चेत् इच्छन्ति न धावन्ति इति चेत् जगन्नाथमहोदय, कः भेदः, कुत्र भेदः? बालाः धावन्ति इति हलि अस्ति परे, तर्हि हलि सर्वेषां इति सूत्रं कार्यं करोति तत्र. तस्य फलं किं? तस्य फलम् इति भो भगो भो वा विसर्जनीय सह एतानि सूत्राणि कार्यं न करोति. कार्यं न करोति. तस्य कार्यं तु केवल अशि परे अस्ति चेदेव यकार रेफस्य तस्य कार्यमत्र न भवति. अशि तस्य फलम् इति उत्तमम् आदेश. क्षां क्षम्यताम्. असि असि इत्युक्ते किं तत्र? अच् योगः हस् अश् नाम हसि हसि हस् वर्णः वदामः खलु. तत्र अच् योगः एवं चिन्तयतु, अच् योगः हस् इत्युक्ते अश्, तत्र धकारः अन्तर्भूतः. धकारः अस्ति किन्तु तकारः नास्ति. हा, किन्तु धावति इति उक्तं खलु. धावति अपि घढधश् तु अन्तर्भूतः अस्ति. तर्हि यदा बालाः इच्छन्ति अस्ति चेत् बालाय इच्छन्ति तस्य प्रसक्तिः केवलं यत्र स्वरः अस्ति अच् वर्ण अच् प्रत्यय परमस्ति चेदेव तस्य प्रसक्तिः अस्ति. कस्य? भो भगो अघो इति अच् परे अस्ति चेत् एकनिषः. अस्माकं साहाय्यम् अपेक्षितमस्ति अत्र. मेहुल् महोदय, किञ्चित् साहाय्यं करोति वा? आं महोदय, किम् उदाहरणम् अस्ति अत्र? मया किं पृष्टम् अत्र, अखिला भगिनी सम्यक् रीत्या प्रतिपादितवती तत्र बालाः इच्छन्ति इत्यस्मिन् किं भवति? बाला इच्छन्ति, बाला यच्छन्ति इति विकल्पेन रूपद्वयमस्ति. इदानीं बालाः धावन्ति अपि अस्मिन् सोपाने अन्तर्भूतमस्ति, अन्तर्गतमस्ति इति कृत्वा तत्र द्वयोः भेदः कः? बालाः धावन्ति, बालाः इच्छन्ति, द्वयोः तत्र स्थलयोः भेदः कः? आम्, विसर्गात् अनन्तरं बालाः धावन्ति इति उदाहरणे विसर्गात् अनन्तरं इच् वर्णः नास्ति, अच् वर्णः नास्ति, परन्तु बालाः इच्छन्ति इति उदाहरणे अच् वर्णः अस्ति. तर्हि द्वयोः उदाहरणे भो भगो अघो अपूर्वस्य योषि इति सूत्रेण आकारोत्तरस्य रेफस्य यकारः न श्रुतं. भो भगो अघो अपूर्वस्य योषि इति किम्? रेफस्य यकारादेशः भवति नाम कुत्र? बालाः इच्छन्ति अथवा बालाः धावन्ति? बालाः इच्छन्ति. धावन्ति इत्यस्मिन् न भवति. बालाः धावन्ति तत्र न भवति. न भवति. अजय महोदय किं वदति? हरि ओम्. अस्तु, विद्याभगिनी वदतु कृपया. अस्तु, उभयत्र भो भगो अगो पूर्वस्य योषि कार्यं करोति. बालाय इच्छन्ति, तत्र इच्छन्ति इत्यस्मिन् इकारः अचुवर्णः अस्ति. बालाय योगः दावत् धावन्ति, तत्र दकारः हश्वर्णः अस्ति. किमर्थम् इत्युक्ते अत्र भो भगो अगो अपूर्वस्य योषि इत्यस्मिन् सूत्रे अशीपरे इति अस्ति. अशीपरे इत्युक्ते अच् अपि हश् अपि, धावन्ति इत्यस्मिन् दकारः हश्वर्णः अस्ति इति कृत्वा उभयत्र भो भगो अगो अपूर्वस्य योषि इति सूत्रेण बालाय योगः इच्छन्ति अथवा बालाय योगः धावन्ति इति भवति. अत्र भेदः कः इत्युक्ते नाम एतावत् बहु समीचीनमस्ति भगिनि, एतावता कार्यं समानम् उभयत्र. सर्वे पश्यन्तु, अवगच्छन्तु, बालाय इच्छन्ति, बालाय धावन्ति इति एतावता कार्यं सर्वं समानं, न कोऽपि भेदः. उभयत्र यकारः भवति, उभयत्र स्पष्टं स्यात्. हा, अत्र किमर्थमिति चेत् धकारः हसि अस्ति, इकारः अचि अस्ति, अच् अपि असि अस्ति, हश् अपि असि अस्ति इति कृत्वा उभयत्र एतावता कार्यं समानमस्ति. किन्तु अस्तु, विद्याभगिनी ततः अग्रे. तदनन्तरं यदा भो भगो अगो अपूर्वस्य योषि इत्यनेन यकारः आगच्छति, इदानीं बालाय इच्छन्ति इत्यस्मिन् लोपः शाकल्यस्य इति सूत्रमागत्य कार्यं करोति. लोपः शाकल्यस्य इति सूत्रं पदान्ते, यदि पदान्ते अपूर्वयोः पदान्तयोः, तत्र पदान्ते अपूर्वः अस्ति अकारः अथवा आकारः, अनन्तरं तत्र पदान्ते यकारः अथवा वकारः अस्ति, तस्मात् परे निमित्तम् अस्ति अशि. पुनः अत्रापि अशि एव, अच् अथवा हश्वर्णः इति कृत्वा तत्र यकारस्य लोपः भवति विकल्पेन. यत्र विकल्पेन लोपः भवति तत्र रूपद्वयं सम्भवति इति कृत्वा तत्र बालाय इच्छन्ति अथवा बाला इच्छन्ति, यकारस्य लोपः भूत्वा बाला इच्छन्ति अथवा बालाय इच्छन्ति, यकारः मध्ये अस्ति. तदनन्तरं किमपि कार्यं न भवति, बाला इच्छन्ति तत्र तथैव तिष्ठति, अत्र आद्गुणः इत्यस्य प्रसक्तिः न भवति. यत्र बालाय धावन्ति इति अस्ति तत्र इदानीम् अत्र यद्यपि लोपः शाकल्यस्य इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु तत् सूत्रं प्रबाद्य अत्र हली सर्वेषाम् इति एकं सूत्रमस्ति. तत् सूत्रं वदति यदि यत्र भो भगो अगो अपूर्वस्य योषि इति सूत्रेण यत्र यकारः आगच्छति तत्र यकारस्य लोपः भवति, नित्यं भवति हली परे इति कृत्वा अत्र बालाय धावन्ति इत्यस्मिन् एकमेव रूपं भवति, बाला धावन्ति, तदेव तदेव तिष्ठति. हा हा हा, बहु समीचीनमस्ति. इति कृत्वा रूपद्वयमस्ति तत्र अच् अस्ति चेत्, हा, बाला इच्छन्ति, बालायच्छन्ति, बाला इच्छन्ति, बालायच्छन्ति इति रूपद्वयं. किन्तु यथा भगिनी उक्तवती तत्र लोपः शाकल्यस्य इति सूत्रस्य स्थाने हलि सर्वेषां, हा, नाम लोपः शाकल्यस्य इति सूत्रं प्रबाध्य, यतोहि हलि इत्युक्तमस्ति, हा, तत्र असि इति आसीत् भो तत्र लोपः शाकल्यस्य इत्यस्य, हा, अपि च वयं तु जानीमः यत् खर् प्रत्यहारे कश्चन वर्णः अस्ति चेत् एतत् सर्वं तु न भवति एव. तर्हि अस्तु, बहु समीचीनमस्ति. तर्हि तत्र नित्यम् एकमेव रूपमस्ति, बाला धावन्ति. जगन्नाथमहोदय, स्पष्टमस्ति खलु? आम् आम्, धन्यवादः महोदय. महिल महोदय, स्पष्टमस्ति? आम् महोदय, धन्यवादः. अस्तु अस्तु, बहु समीचीनमस्ति. इदानीं नूतनं कार्यमस्ति, इदानीं चतुर्थं सोपानं. चतुर्थं सोपानं वयं तु जानीमः एव, किन्तु अत्र किमस्ति इति शास्त्रीयरीत्या द्रष्टव्यमस्ति. तर्हि अस्तु, इदानीं पद्मा भगिनी पठति वा? न पद्मा इति न, पुष्पा पद्मा भगिनी नासीत् बहु दिनेभ्यः. पुष्पा भगिनी पठतु कृपया. चतुर्थं सोपानं विसर्गात् पूर्वम् अत् ह्रस्वः अकारः अस्ति वा? चतुर्थं भाट्टसूत्रम्, अतः परस्य विसर्जनीयस्य अति हषि च उत्तमम्। तत्र बालः अस्ति इति विसर्गस्य ऊ आदेशः भवति, बालः योगः ऊ योगः अस्ति, गुणसन्धिः प्रवर्तते। तत्र भाटसूत्रं कथं कार्यं करोति इति प्रदर्शयतु एकवारं। बालः अस्ति, बालः अस्ति अत्र विसर्जनीयस्य अतः परस्य, अतः अत्र अकारः अस्ति, बालः विसर्गस्य परे न परान् पूर्वे अकारः अस्ति, अतः परस्य विसर्गात् पूर्वम् अकारः अस्ति, अपि च अकारः अस्ति, ह्रस्वः अकारः परे तु अस्ति, उभयत्र ह्रस्वकारः, उभयत्र ह्रस्वकारः, अतः परस्य विसर्जनीयस्य अति उत्तमम् इति अस्ति। अस्तु, तर्हि उत्तमं करोतु। बालः अस्ति, तत्तु बालयोगः ऊ योगः अस्ति इति आदेशः भवति। उत्तमं, अतः परस्य विसर्जनीयस्य अति हसि च उत्तमं, तत्तु उकारः आयाति, अत्र गुणसन्धिः भवति, बालो योगः अस्ति, पूर्वरूपसन्धिः बालोऽस्ति, अत्र तत् चिह्नं मम स्मरणं नास्ति महोदय, अवग्रहः बालोऽस्ति इति भवति। अस्तु, अति इति अति अस्ति, इदानीं हसि अस्ति चेत्, हसि अस्ति चेत् बालः धावति, बालयोगः ऊ योगवत् धावति। निमित्तानि कानि? अतः परस्य विसर्जनीयस्य अति हसि, हसि अस्ति अत्र न, तथैव च उत्तमम् आयाति। उत्तममस्ति अत्रापि। अस्तु, तर्हि बालौ धावति, गुणसन्धिः अस्ति, बालो धावति इति। बहु समीचीनमस्ति। अत्र मेहुलमहोदय, तत्र अग्रे शास्त्रीयरीतिः का इति प्रदर्शयति वा, पठतु एकवारं। अत्र बालयोगः सुयोगः योगः अस्ति इति अस्ति, तदनन्तरं बालयोगः सु इति द्रक्ष्यामः पदान्ते उकारः अस्ति, तत्र रिक्संज्ञा भवति, अतः तस्य लोपः भवति, अतः बालयोगः अस्ति इति भवति। तदनन्तरं सकारान्तपदे सकारान्तः अस्ति, अतः ससजुषोरुः इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति, अतः तदनन्तरं तस्य अपि उकारस्य लोपः भवति इत्संज्ञा अस्ति चेत्, अतः बालर्योगः अस्ति इति भवति। तदनन्तरं खरवसानयो विसर्जनीयः इति सूत्रस्य प्रसक्तिः नास्ति, अकारः खर्वर्णः नास्ति चेत् तत्र तस्य सूत्रस्य प्रसक्तिः नास्ति, परन्तु अतो रोरप्लुतादप्लुते इति इत्यनेन अतिपरे ह्रस्व अकारः अस्ति, अतः रेफस्य स्थाने उकारादेशः भवति, अतः बालयोगः योगः अस्ति इति भवति। तदनन्तरम् अकारः उकारः योगे आद्गुणः इति अवर्णात् अचिपरे अच्वर्णः अस्ति, अतः पूर्वपरयोः स्थाने एकादशः आगच्छति, अतः बालो अस्ति इति भवति। तदनन्तरं पूर्वरूपसन्धि भवति एङ्गः पदान्तादति इति सूत्रेण, पदान्तात् एङ्गवर्णः अस्ति, तत्र परे परवर्णयोः एकादशः भवति अथवा बालोऽस्ति तत्र अवग्रहचिह्नम् आयाति बालोऽस्ति इति भवति। हा बहु समीचीनमस्ति। अत्र एकं नूतनं सूत्रमस्ति तद् विहाय सर्वं ज्ञातमस्ति पूर्वमेव। तत्र बालस् अस्ति ससजुषुरुः इति नरुत्वं बालर् अस्ति। अत्र बालर् अस्ति अस्यां दशायां नूतनं सूत्रम् आगच्छति। अत्र नूतनं सूत्रम् इति रविप्रकाशमहोदय तत्र पठति वा महोदय? आम् प्रायः भवान् अग्रे वदति परन्तु मम प्रश्नः अस्ति यत्र अतो रोर् अप्लुतो अप्लुते इति सूत्रमस्ति तत् सूत्रं तु षष्टाध्याये अस्ति परन्तु करवसानयोर्विसर्जनीय ससजिशोरुः त्रिपाद्याम् अस्ति। अत्र आश्रयात् सिद्धत्वम् इति किमपि अस्ति वा? वर्ण अत्र तु कार्यसिद्धं न भवति वा? नाम करवसानयोर्विसर्जनीय इति वा? न, अतो रोर् अप्लुतात् अप्लुते इति सूत्रं तु षष्टाध्याये अस्ति तत् सूत्रं तु अनन्तरम् आगच्छति। प्रथमं तु करवसानयोर्विसर्जनीयः तु त्रिपाद्याम् अस्ति तर्हि तत्र कार्यसिद्धम् इति न भवति। करवसानयोर्विसर्जनीयः इत्यस्य प्रसक्तिरेव नास्ति खलु? न न, ससजुषोरुः समीक्षमितां ससजुषोरुः इति सूत्रं तु त्रिपाद्याम् अस्ति। त्रिपाद्यामस्ति किन्तु अत्र यथा भवती उक्तवती तथा अस्ति त्रिपाद्यं नृत्वमस्ति तत्र ऋत्वं न भवति चेत् अस्य कार्य अस्य कार्यं तु न भवति चेत् न भवति एव इति कृत्वा तथा अस्ति ऋत्वमपेक्षितमस्ति। अतः अस्य बलात् तादृशं कार्यमस्ति नो चेत् असिद्धत्वम् इति कार्यसिद्धत्वम् इति भवति स्म किन्तु यथा रोरि इति आसीत् तथैव। अस्तु धन्यवादः। अस्तु हा तर्हि नूतनं हा रविप्रकाशमहोदय पठितुमिच्छति वा? केवलं शृणोमि इति उक्तवान्। अस्तु तर्हि इदानीं अखिला भगिनी पठति वा? आं महोदय। अतोरोरप्लुतात् अप्लुते प्लुप्तभिन्नह्रस्व अकारोत्तरवर्तिनः द्विसम्बन्धरेफस्य स्थाने उकारादेशो भवति प्लुतभिन्नह्रस्व अकारे परे न प्लुतः अप्लुतः तस्मात् अप्लुतात् तस्मिन् अप्लुते अतः पञ्चम्यन्तं रोः षष्ट्यन्तम् अप्लुतात् पञ्चम्यन्तम् अप्लुते सप्तम्यन्तम् अनेकपदमिदं सूत्रम् ऋत उत् इत्यस्मात् उत् इत्यस्य अनुवृत्तिः एङ्गः पदान्तात् अति इत्यस्मात् अति इत्यस्य अनुवृत्तिः संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अप्लुतात् अतः रोः उत् अप्लुते अति संहितायां तर्हि सूत्रं वदति यत् प्लुतभिन्न तत्र अनुवृत्तिसंहितसूत्रं पश्यामः चेत् तत्र अप्लुतात् अतः रोः उत् अप्लुते अति संहितायाम् इति अस्ति। अप्लुतात् इत्युक्ते प्लुतभिन्न ह्रस्व अकारः अकारा इति इत्युक्ते अप्लुतात् तादृश अतः अस्ति चेत् तस्य अनन्तरं रेपः अस्ति चेत् रेपस्य स्थाने उ आदेशः भवति। कदा भवति इत्युक्ते पुनः प्लुतभिन्न ह्रस्व अकारः परः अस्ति चेत् इत्युक्ते प्रथममपि प्लुतभिन्न ह्रस्व अकारः भवतु तदनन्तरं रेपः तस्य अनन्तरं प्लुतभिन्न ह्रस्व अकारः अस्ति चेत् तस्मिन् तस्यां स्थितौ रेपस्य स्थाने उ आदेशः भवति इति चिन्तनम्। हा हा बहु समीचीनमस्ति। किन्तु अत्र अस्माकं मनसि अस्मिन् किञ्चित् आकर्षणं कर्तुम् इच्छामि अत्र सावधानतया चिन्तनस्य आवश्यकता अस्ति. कस्मिन् यत् कुत्र केवलं सरलरीत्या रेफस्य इति उक्तं, कुत्रचित् कुत्र रुसम्बद्धरेफस्य, रुसम्बद्धरेफस्य इति यत्र उच्यते तस्य महत्त्वमस्ति. अत्रापि अन्यत्र कुत्र भवति तादृशम्? अखिल भगिनि, रुसम्बद्धरेफस्य इति अन्यत्र एकस्मिन् करासाने रुसर्जनीयः मध्ये न भवति, रोरि मध्ये भवति वा? न, रोरि इति न. अस्मिन् अस्मिन् पाठे लक्ष्मीभगिनी भवति वा? तत्र अहं चिन्तयामि तत्र केवलं ऋकारः नास्ति, इत्युक्ते यत्र रुसम्बद्धरेफस्य इति कुत्र कुत्र अस्माभिः दृष्टम् तावता? भो भगो अभो अपूर्वस्य वेशि, हा इति एकमस्ति. द्वितीयं हशि च, हा हा इति आगच्छति न, किन्तु हा सत्यं सत्यं, हा नाम तत् आगमिष्यति इदानीमेव यत् नूतनं सूत्रं. हा नाम एतावता अतो रोर् प्लूतादप्लूते इति सूत्रे अपि रुसम्बद्धरेफस्य स्थाने, अपि च भो भगो अघो अपूर्वस्य योषि अपि तत्र रुसम्बद्धरेफस्य स्थाने. यतोहि कुत्रचित् रेफः भवति तादृशः यः रुसम्बद्धः नास्ति, तत्र एतादृशकार्यद्वयं न भवति. किन्तु अतः कुत्र रुसम्बद्धरेफस्य कार्यं कुत्रचित् कुत्र च केवलं सामान्यरेफस्य यथा खर्वसानयोर्विसर्जनीयः, ससजुषोरुः चिनेन रु आगच्छति, किन्तु खर्वसानयोर्विसर्जनीयः इति तत्र रुसम्बद्धरेफः नास्ति चेदपि कार्यं करोति खलु सामान्यरेफः. अत्र रुसम्बद्धरेफः नापेक्षितः, अत्र अस्माकम् अवधानम् अपेक्षितमस्ति कुत्र रुसम्बद्धः कुत्र नास्ति. अत्र रुसम्बद्धः अस्ति. अस्तु, इति नूतनं कार्यमस्ति. नाम ह्रस्व अकारः पूर्वं रुसम्बद्धरेफः मध्ये अपि च अग्रे ह्रस्व अकारः इति स्थितिः अस्ति यत्र तत्र अस्य कार्यं भवति. कार्यं किम् अखिलभगिनी, कार्यं किम्? कार्यमस्ति अकारस्य, क्षम्यतां, रुसम्बन्धरेफः यः अस्ति तस्मिन् स्थाने उकारादेशः, उकारादेशः भवति. बहु समीचीनमस्ति. अत्र अप्लूतात् अप्लूते इति अपि उक्तमस्ति, इदानीं मास्तु, अत्र किञ्चित् जाटिल्यमस्ति. वस्तुतः तत्र स्वरस्य त्रैविध्यमस्ति खलु, तत्र ह्रस्वः दीर्घः प्लुतः. वस्तुतः ह्रस्वः न कदापि प्लुतः भवति खलु, ह्रस्वः कारः अस्ति चेत् कदाचित् प्लुतः भवति, न भवति खलु? हरि ओम्, स्पष्टमस्ति खलु? न भवति खलु, तत्र ह्रस्वकारः अस्ति चेत् तत्र प्लुतः न भवति. अत्र शास्त्रीय तत्र कुत्रचित् असिद्धत्वं भवति इति कृत्वा इदानीम् एतत् सर्वं मास्तु. इदानीं तस्य अतीवविशिष्टपरिस्थितिः अस्ति, अस्माकम् अपेक्षा इदानीं नास्ति इति कृत्वा केवलं प्लूतमिति त्यजतु. प्लूतभिन्ना इति तत्र भिन्नपरिस्थितिः अस्ति, अत्र आवश्यकता नास्ति. ह्रस्वकारोत्तरवर्तिनः रुसम्बद्धरेफस्य स्थाने उकारादेशः भवति ह्रस्वकारे परे इति सारांशः इदानीं चिन्तयन्तु. अस्तु, इति चेत् इदानीम् उत्तमम् आगतम्. अनन्तरम् आद्गुणः इत्यनेन तत्र न कोऽपि अवरोधः अस्ति, यतोहि षष्ठाध्यायः अस्ति, अपि च अतो रोरप्लुतादभ्लूते अपि तथा. अतः असिद्धत्वं किमपि नास्ति, गुणकार्यं भवति. अनन्तरम् अस्माकं पररूपसन्धिः, लक्ष्मीभगिनी किञ्चित् स्मारयतु, पररूपसन्धिः अत्र दत्तमस्ति. एङः पदान्तात् अस्ति इति कुत्र निमित्तानि कानि, किम् अस्ति इति? यदि पदान्ते एङ् वर्णः अस्ति चेत् अनन्तरं ह्रस्व अकारः, अत्युच्युक्ते ह्रस्व अकारः परवर्णः अस्ति चेत् तत्र पूर्वपरयोः स्थाने द्वयोः स्थाने पूर्वरूपम् आदेशः भवति. अत्र पूर्वरूपम् इत्युक्ते अत्र ओकारः आदेशः भवति. केवलम् अत्र स्पष्टीकरणार्थम् अवग्रहचिह्नमपि स्थापयामः. पूर्वरूपादेशः भवति, अतः अस्य नाम पूर्वरूपसन्धि. कस्य अपवादः? एचोयवायावः इत्यस्य अपवादः. बहु समीचीनमस्ति भगिनी. वा तर्हि बालो अस्ति अत्र तत् यातवादसन्धिः नाम एचोयवायावः इति यदि स्यात् तर्हि किं भवति स्म? बालो अस्ति किं भवति स्म लक्ष्मी भगिनी? पूर्वरूपसन्धिः बालो अस्ति भवति, परन्तु एचोयवायावः न भवति. न भवति, किन्तु किं भवति स्म? न भवति इति तु सत्यं. मम प्रश्नः पृथक् अस्ति, नाम एचोयवायवः इत्यस्य अपि प्रसक्तिः अस्ति खलु? प्रसक्तिः तु आसीत्. तर्हि तत्र कीदृशं कार्यं, किं भवति स्म इति वदतु एकवारम्. ओकारस्य स्थाने औ आदेशः भवति, इत्युक्ते बालाव् अस्ति भवति. हा, बालव् अस्ति अवादेशः, बालव् अस्ति, बालव् अस्ति इति भवति स्म. तत्र सामान्यकार्यमिति भवति स्म, किन्तु न भवति. तत् सूत्रं प्रपाद्य अत्र एङः पदादात् अस्ति इत्यनेन पूर्वरूपसन्धिः इति कृत्वा तत्र ओकारः पूर्वपर्योः एकादशः. अस्तु, बहु समीचीनमस्ति. इति अस्ति तत्र प्रथमं बालः अस्ति. इदानीं बालः धावति इति तत्र तादृशः अस्ति. तत्र रामः गच्छति इति समानमस्ति. सरला भगिनी पठतु कृपया, किमस्ति इति? रामयोगस्सु यगगं योगत्य रामस् गच्छति ससजुषोरु इत्यनेन पदान्तात् सकारस्य स्थाने रु आदेश रामर् गच्छति. खरवस्थानयो विसर्जनीय इत्यस्य हसि परे प्रसक्ति नास्ति. हसि च इत्यनेन हसि परे ह्रस्व अकारो उत्तरवर्तिन् रुसम्बन्धरेफस्य स्थाने उकारो आदेश राम उ गच्छति रामो गच्छति. अत्र रामयोगस्य प्रथमा विभक्ति उकारस्य उपदेशे अधुनास्तिक इति सूत्रेण रूपः भवति. रामस् योग गच्छति गं योगते पति क्रियापदस्य प्रक्रियां भवति. गच्छति आगच्छति ससजिषोरुः इत्यनेन सकारपदान्ते अस्ति तस्य स्थाने रु आदेशः भवति रामर् गच्छति. इदानीं खरवसानयोविसर्जनीयस्य कार्यं न भवति. कारणं कि कर्कार खर् प्रत्याहारे नास्ति, अपि रेफ अवसाने सायां नास्ति. अति ककार हश् प्रत्याहारे अस्ति इत्यस्य हसि परे प्रसक्तिः नास्ति. हसि चेति सूत्रेण हसि परे ह्रस्व अकारो वर्तिन् रुसम्बन्धरेफस्य स्थाने उकारो आदेशः भवति. अत्र उच्चारणं करोतु सम्यक्तया भगिनि. ह्रस्व अकारोत्तर वर्तिनः अस्ति. ह्रस्व अकारो उत्तरवर्तिनः रुसम्बन्धः रेफस्य स्थाने उकारः देश रेफस्य पूर्वम् अकारः अस्ति तस्य परे हश् ककारः हश् प्रत्याहारे अस्ति इति कारणे उकार आदेश भवति रेफस्य स्थाने अतः रामो गच्छति इति सम्पन्नम्. हा हा हा हा अतो रोर् अप्लुदात् अप्लुते इत्यस्य अनन्तरं तदेव सूत्रमस्ति हसि च तदर्थं च हसि च न केवलं प्लुतभिन्नहरस्व अकारे परे अपि तु हसि च तदेव कार्यं भवति यत् पूर्वमुक्तं. हा अस्तु बहु समीचीनमस्ति. अत्र राजेन्द्रमहोदय तत्र सूत्रं पठति वा हसि च हसि च उलुतभिन्न ह्रस्व अकार उत्तरवर्तिन रुसम्बन्धस्य रेफस्य स्थाने उकार आदेश उकारादेशो भवति हसि च हसि सप्तम्यन्तं च अव्ययपदं द्विपदं सूत्रम् अतो रोरु पलुत् आदु पलुते इत्यस्मात् अपलुतात् अतः रोः इत्येषाम् अनुवृत्तिः रित् उत् इत्यस्मात् उत् इत्यस्य अनुवृत्तिः संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अपलुतात् अतः रोः उत् हसि च संहितायाम् अत्र सूत्रं किं भवति यथा भवान् उक्तवान् हसि च सूत्रम् अपलुतात् अतो रोरु पलुतात् पलुते तत् अनन्तरम् आगच्छति तत् च वदनेन तत्र किम् अस्ति यः पूर्वं श्रुतं यत् आदेशः आसीत् रुसम्बन्धरेफस्य तस्य अनुवृत्ति अस्मिन् सूत्रे अपि अस्ति अनन्तरम् अपि अस्ति तत् रित् उत् तत् पूर्वम् आगच्छति तत् उत् रित् उत् तस्मात् उत् इत्यस्य अनुवृत्ति अपि अस्ति तथा कार्यं भवति यथा हसि परे अस्ति तत् तत्र अपि उकार आदेशः भवति यत् रुसम्बद रेफस्य स्थाने. हा हा बहु समीचीनमस्ति. अतः आहत्य अस्मिन् चतुर्थे सोपाने नूतनसूत्रद्वयमस्ति अतो रुरप्लुतात् अप्लुत अतो रुरप्लुतात् अप्लुते इति एकम् अपि च हसि च द्वयोः कार्यं समानमस्ति केवलं तत्र अतिपरे अपि च हसिपरे इति कृत्वा अस्माकं भाटसूत्रम् अतः परस्य विसर्जनीयस्य अति हसि च उत्तमम् इति सिद्धमस्ति. अस्तु चतुर्थसोपानं समाप्तमस्ति. अग्रे अन्तिमम् आम् अत्र यत्र रामसु योगः गच्छति अत्रापि भोभगो अगो अपूर्वस्य योषि इत्यस्य प्रसक्तिः अस्ति परन्तु एतत् सूत्रं हसि च अपि च अतो रोरप्लुतात् अप्लुते इति अपवादसूत्रम् इति वक्तुं शक्नुमः वा? हा तत्र प्रदर्शयतु ससजुषरुहुनेन ऋत्वं भवति रामर् इदानीं रुसम्बद्ध रेफः अस्ति उभयत्र अत्रापि अपूर्वयोः अत्र भोभगो अगो अपूर्वस्य तु अपूर्वयोः इति अस्ति इत्युक्ते ह्रस्वाकारः अथवा दीर्घाकारः परन्तु अतो रोरप्लुतात् अप्लुते तत्र तु केवलं ह्रस्वाकारः उभयत्र क्षम्यतां भोभगो अगो अगो अपूर्वस्य योषि इति सूत्रे निमित्तमस्ति हसि अच् अपि हश् अपि परन्तु अत्र तु हसि च इत्यस्मिन् केवलं हसि इति कृत्वा अत्र यत्र यत्र हसि च कार्यं कर्तुम् आगच्छति तत्र तत्र भो भगो अगो अपूर्वस्य योषि इत्यस्य अपि प्रसक्तिः अस्ति. हसि इति असि हा हसि इति अपि अस्ति. हा समीचीनमस्ति. हा अपि च सूत्रसङ्ख्या ये हसि च इति पूर्वसूत्रमस्ति भोभगो अगो पूर्वस्य इति त्रिपाद्यामस्ति परन्तु अपवादसूत्रम् इति कृत्वा अतः शास्त्रसिद्धमिति तु भवति स्म इति तु भवति स्म एव, नाम तस्य कार्यं तु न भवति स्म, यत्किमपि भवति नाम खलु, नाम तत्तु शास्त्रसिद्धम् इति तु अस्ति एव, किन्तु तद्विहाय अपि सामान्यसूत्रमस्ति खलु, अपूर्वस्य अशीपरे, अत्र अपूर्वस्य नाम रुसम्बद्धस्य कार्यं भवति, रूपसम्बद्धरेफस्य कार्यं भवति अपूर्वस्य अपि च अशीपरे, किन्तु अत्र किमस्ति ह्रस्व अकारः पूर्वम् अपि च परम् इति कृत्वा वैशिष्ट्यमस्ति, अतो रुरुप्लुतारप्लुते इति अपि अत्र हसि च इत्यपि बहु सम्यक् अस्ति भगिनि, अपवादभूतसूत्रमस्ति अवश्यं समीचीनम्। अस्तु तर्हि अग्रे गच्छेम इदानीम् अनेन चिन्तनेन कस्यचित् गृहे ध्वनिः अस्ति खलु, तत् म्यूट् करोतु कृपया। हा धन्यवादः। हा अस्तु तर्हि अत्र अनेन चिन्तनेन अस्माकं ज्ञानं वर्धते खलु, कस्य सूत्रस्य निमित्तं कुत्र भवति इति नेन ज्ञानम् अवश्यं वर्धते। अग्रे पञ्चमं सोपानं, तर्हि पञ्चमम् अन्तिमं सोपानम्, अन्तिमं सोपानमिति चेत् जगन्नाथमहोदय पठतु कृपया। पञ्चमं सोपानं विसर्गात् पूर्वम् अत् अस्ति चेत् अग्रे आत् इच् वा अस्ति वा। पञ्चमं भाट्टसूत्रम् अतः परस्य विसर्जनीयस्य आचीलोपः आति इचि च। बालः इच्छति, तस्य परिणामं बाल इच्छति, बालयिच्छति वा। रामः आगच्छति। किञ्चित् प्रदर्शयतु अत्र चिन्तनं किमस्ति, अत्र निमित्तानि कानि, तत्र भाटसूत्रं दृष्ट्वा। भाटसूत्रम् आति इच्छि, बालः इच्छति, तस्य विसर्गात् पूर्वं अच् वर्णः अक्वर्णः अस्ति वा, अवर्णः अस्ति, अकारः अस्ति। भाटसूत्रे किम् उक्तम्? आति आतीचिव आचीलोपः। न न एकनिमेषः, अत्र बालः इत्यस्मिन् विसर्गात् पूर्वं कः वर्णः अस्ति? अकारः अस्ति। स च अकारः कुत्र प्राप्तमस्ति भाट्टसूत्रे? अतः परस्य इति पदात् खलु। आम् अतः परस्य नाम लघु अकार ह्रस्व अकारस्य अकार ह्रस्व अकारस्य बालः इति तत्र विसर्गात् पूर्वं लघु अकारः अस्ति। अपि च अग्रे कः वर्णः? अग्रे तु ह्रस्व इकारः अस्ति, तत्तु इचि इति भवति वा भाटसूत्रे विसर्जनीयस्य आचिलोपः इति। तो यत्र आचि इत्युक्ते आतीचि च, अत्र इचि अस्ति, अत्र विसर्गात् परम् इच् वर्णः, तस्य तस्मात् विसर्जनीयस्य लोपः भवति। बाल इच्छति वा लोपशाकल्यस्य मतेन इदानीं शास्त्रीयचिन्तनं नापेक्षितमस्ति। हा समीचीनमस्ति, हा अस्तु, किन्तु विकल्पेन अस्ति इति अस्माभिः उक्तं पूर्वमपि। हा सत्यं स सत्यम् अस्ति, तत्र लोपशकालयस्य तत्र वयम् उक्तवन्तः अपि पूर्वमपि, बालयच्छन्ति, तर्हि बाल इच्छति बालयच्छति इति रूपद्वयमस्ति. अपि च रामः आगच्छति, अत्र अत्रापि विसर्गात् पूर्वं अतः वर्ण अस्ति, तर्हि अकार ह्रस्व अकार अस्ति, राम इति. परे तु आचि इति अस्ति, तर्हि आगच्छति इति. अत्रापि तर्हि आचि लोपः, तर्हि रामः आगच्छति, तस्य परिणामः राम आगच्छति. परिणाम इति न वक्तव्यमस्ति खलु, परिणामः तस्य लिङ्गं किं, तथा न प्रातिपदिकं वाक्यस्थले भवति वा, वारं वारं परिणामः, तस्य परिणामः इति लिङ्गं पुल्लिङ्गम्. राम आगच्छति, रामया गच्छति. अस्तु, समीचीनमस्ति. इति विसर्गलोपः, इति लोपः, विसर्जनस्य लोपः इति पञ्चमे सूत्रे, पञ्चमे सोपाने अस्माभिः दृष्टं पूर्वम्. इदं नूतनं किन्तु नास्ति. अस्तु, सम्यक् अस्ति. इदानीम् अग्रे पश्यामः किमस्ति इति. लक्ष्मीभगिनी अग्रे पठतु कृपया. यथोक्तं वैयाकरणाः वाक्यगतसंस्कारपक्षं पालयन्ति, अतः अत्र शास्त्रीयक्रमः अयम्. एकवचने बालयोगः सु योगः इष् योगः तिप् वदामि वा महोदय, अथवा पूर्णतया पठित्वा वदामि? अत्र एकवचने प्रथमविभक्तौ एकवचने अत्र बालयोगः सुप्रत्ययं योजयामः, अनन्तरम् इष् धातुरूपं इष् योगः तिप् धातुरूपं तिप्रत्ययं योजयामः, तथा इष् योगः तिप् इच्छति इति पदं तिङ्गन्तपदम् आगच्छति. बालयोगः सुप्रत्ययं योजयामश्चेत् तत्र अथ दत्तमस्ति उपदेशे जनुनासिक इत् तस्य लोपः इति सूत्राभ्यां, तत्र ओकारः अनुनासिक ओकारः इत् संज्ञा भवति, अतः ओकारलोपः तस्य लोपः इत्यनेन ओकारलोपः भूत्वा बालयोगः इच्छति इति आगच्छति. तत्र पदान्ते सकारः अस्ति, अतः ससजुषोरुः इत्यनेन पदान्तसकारस्य स्थाने रु आदेशः भवति, अतः बालयोगः रुयोगः इच्छति आगच्छति. अत्र अनुबन्धलोपे इत्युक्ते अत्रापि रु इत्यस्मात् उकारः इति संज्ञा भवति, तस्य लोपः इत्यनेन पुनः उकारलोपः भूत्वा रेफः अवशिष्यते, अतः बालर् योगः इच्छति इति रूपम् आगच्छति. अधुना भो भगो अघो अपूर्वस्य योषि इत्यनेन अवर्णोत्तरस्य रुशब्दस्य रेफस्य कारादेशः अशीपरे इत्युक्ते अत्र बालर् इति पदे रेफः अस्ति, अत्र रेफः अवर्णोत्तर ह्रस्वाकारोत्तरस्य रेफः अकारोत्तररेफः. अनन्तरं अत्र अत्र किमर्थम् अतो अतो रो रप्लुदात प्लुते इति न भवति, न भवति वा अत्र? बालर् बालर् योगः इच्छति बालर्, अत्र ह्रस्व उकार उत्तर रुसम्बद्धरेफः अस्ति. आं महोदय, परन्तु अत्र अश्वर्णः अस्ति. आम् तर्हि अत्र किम् अतौरोरप्लुदादप्लुते इति अपि अत्र स्यात् किम् भवति स्म, परन्तु न न न चिन्तयतु, तत् सर्वं जानाति भवती, बहु सम्यक् बहु सरल बहु सुन्दररीत्या भवती वदन्ती अस्ति. अतः अत्र केवलम् अहं पृष्टवान् तत्र निमित्तानि उपस्थितानि सन्ति वा. महोदय हा वदतु भगिनि. अत्र इकारः इच् अस्ति तथैव कार्यं न करोति. हा लक्ष्मीभगिनी इकारः अस्ति अत्र अतो रुरुप्लुदादप्लुते इति किम् अपेक्षितमासीत्? अकारः अप्लुतात् इत्युक्ते परवर्णः अपि अकारः ह्रस्वकारः स्यात् अकारः स्यात्. हा अकारः भवति स्म अत्र, अकारः अपेक्षितम् आसीत् अत्र नास्ति, अतः प्रसक्तिरेव नास्ति खलु. अस्तु यकारादेशः भवति. हा करोतु. अत्र अवर्णोत्तरस्य रुशब्दस्य रेफस्य स्थाने यकारादेशः भवति अशि परे, अतः अत्र बालयोगः इच्छति रूपम् आगच्छति. अत्र लोपः शाकल्यस्य इत्यनेन अत्र अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति अशीपरे, इत्युक्ते अत्र यकारलोपः भवति विकल्पेन लोपः शाकल्यस्य इत्यनेन, अतः रूपद्वयं सम्भवति बालयिच्छति अथवा बालयिच्छति इति यकार रूपमपि यकारः आगच्छति तथा रूपद्वयम्. हा अत्र नूतनं किमपि नास्ति खलु. इयं प्रक्रिया अन्यत्र कुत्र दृष्टा अस्माभिः? तृतीयसोपाने. हा तृतीयं सोपानं नितरां समानमस्ति खलु, समानमस्ति कार्यं समानमस्ति. अतः यतोहि अत्र भो भगव गो अपूर्वस्य इति अपूर्वस्य अवर्णस्य तत्र आकारः अस्ति चेदपि अकारः अस्ति चेदपि कार्यं समानमस्ति. अतः अत्र शास्त्ररीत्या सारल्यमस्ति वस्तुतः. अत्र भाटसूत्रेण तत्र भिन्नसोपानमुक्तमस्ति, यतोहि साधारणजनानां कृते तत्र अकारः आकारः द्वयोः कागतिः इति कृत्वा पृथक्तया उक्तमस्ति. सत्यमपि नाम समीचीनमस्ति, पृथक्तया उक्तमिति समीचीनम् अनेन अस्माकं बोधः स्पष्टः जातः आसीत्. किन्तु इदानीं शास्त्ररीत्या पाणिनिः भिन्नरीत्या चिन्तितवान् यत् अत्र अवर्णः, यतोहि उभयत्र वस्तुतः लोपः एव अस्ति, अतः यकारः आगच्छेत् तस्य विकल्पेन लोपः स्यात् इत्यादिकं तत्र सूत्राणि समानानि सन्ति. ससजुषोरुः उभयत्र अस्ति, भोभगोघो अपूर्वस्य योषिति अपि उभयत्र, लोपः शाकल्यस्य उभयत्र, यतोहि अग्रे तत्र अच्वर्णः अस्ति अतः विकल्पेन लोपः. स्पष्टमस्ति? पञ्चसोपानानि वा बहु समीचीनमस्ति. पञ्चसोपानानि साधितानि सन्ति तत्र लौकिकरीत्या अपि च शास्त्ररीत्या. तत्र सर्वं कार्यं समाप्तम्. इदानीम् अपवादत्रयमस्ति, तदपि अस्माभिः दृष्टं पूर्वं. हा तर्हि अत्र प्रथम अपवादः कः इति विद्याभगिनी पठति वा? अपवादत्रयं रेपान्तानि अव्ययानि प्रातः पुनः अस्मिन् स्थले उपरि किम् उक्तम्, अव्ययस्य अन्ते विसर्गः अस्ति चेत् तस्य अव्ययस्य प्रातिपदिकं ज्ञेयं, यथा प्रातः इत्यस्य प्रातिपदिकं प्रातर्, पुनः इत्यस्य प्रातिपदिकं पुनर्, अन्तः इत्यस्य प्रातिपदिकम् अन्तर्. अत्रोक्तं यत् यत्र रेपान्तानि अव्ययानि सन्ति तत्र केवलं भाटसूत्रेषु प्रथमसूत्रं कार्यं करोति. अन्यत्र सर्वत्र रेपः एव आदिष्टः. अतः रेपान्त अव्ययानां कृते सूत्राणि द्वे टु पञ्चमसूत्रम् इत्येषां स्थाने रेपः एव भवति. अत्र प्रथम अपवादम् अस्ति यत्र रेपान्तानि अव्ययानि सन्ति. उदाहरणार्थं प्रातः पुनः अन्तः. प्रथमं वयं एतत् प्रातः इत्यस्य प्रातिपदिकं किम् इति ज्ञेयम्. अत्र प्रातः इति मूले तु प्रातर्, पुनः इति मूले पुनर्, अन्तः इति मूले अन्तर्. यत्र रेपान्तानि एते सर्वे अव्यया एतानि सर्वाणि अव्ययानि इति कृत्वा अत्र रेपान्तानि अव्ययानि इति कृत्वा तत् अत्र केवलं भाटसूत्रस्य प्रथमसूत्रमेव कार्यं करोति. अन्यत्र सर्वत्र यत्र प्रथमसूत्रं न न इत्युक्ते खर् विसर्गस्य अनन्तरं खर्वर्णः नास्ति, तत्र सर्वदा रेपः एव आदिष्टः भवति. हा, रेफः एव आदिष्टः इति भातसूत्रदृष्ट्या आदिष्टः, यतोहि तत्र प्रातः पुनः इति विसर्गः उपस्थितः अस्ति, अतः आदिष्टशब्दस्य उपयोगः कृतः लौकिक बोधार्थं. तत्र रेफः आगच्छति इति चिन्तितं बहु समीचीनमस्ति. इतः अग्रे पञ्च भातसूत्राणि प्रदर्शितानि सन्ति. अत्र मेहुलमहोदय तत्र वदतु, दृष्ट्वा अत्र प्रश्नः अस्ति यत् प्रातः प्रातः इत्यस्य प्रातः इति शब्दस्य तत्र पञ्चसु सूत्रेषु कुत्र कुत्र कार्यं भवति? प्रातः शब्द एव. प्रातः इति शब्दस्य नाम प्रथमे सोपाने, द्वितीये, तृतीये, चतुर्थे, पञ्चमे वा सोपाने, केषु सोपानेषु प्रातः इति शब्दस्य सम्भावना? प्रथमसोपाने विसर्जनीयस्य सः खरि. प्रथमसोपाने वयं विसर्गस्य पुरतः कः वर्णः अस्ति इति दृश्यामः. अतः प्रथमसोपानं न दृष्टामः प्रातः शब्दे. न अत्र प्रातः इत्यस्य तत्र प्रसक्तिः नाम सूत्रं दृष्ट्वा विसर्जनीयस्य सः खरि. अत्र प्रातः अत्र गच्छति वा? न, प्रातः न गच्छति. न गच्छति, किमर्थं न गच्छति? विसर्गात् अनन्तरं खर्वर्णः अस्ति चेत् प्रथमसोपानं द्रक्ष्यामः. हा, नाम तत्र प्रातः इत्यस्य तत्र सम्भावना अस्ति वा? नाम तत्र यदि तिष्ठति रामः, प्रातः तिष्ठति इति भवति चेत्, खर्वर्णः अस्ति चेत् तत्र प्रातः तत्र गच्छति न वा? आम् आम्, तदनन्तरं गच्छति. तर्हि सम्भावना अस्ति, सम्भावना अस्ति न वा प्रातः इति अस्मिन् सोपाने सम्भावना अस्ति खलु? अस्ति. इदानीं द्वितीयं सोपानं, द्वितीयसोपानं परस्य विसर्जनस्य रेफः खलि. विसर्गात् पूर्ववर्णः अस्ति, तत्र तकारः अस्ति, तकारः वर्णः नास्ति. तकारोत्तरवर्णः कः? तकारः इति न, आम् आम्, अकारः अस्ति. अतः इच् वर्णः नास्ति, अतः द्वितीयं सोपानं कार्यं न करोति. हा हा, नाम तत्र अखर् वर्णः परः अस्ति चेदपि प्रातः इति शब्दस्य गमनम् अत्र न कदापि भवति. तर्हि प्रथमे सोपाने भवति, द्वितीये सोपाने किन्तु न कदापि भवति. अस्तु, हा, अग्रे तृतीयसोपाने वयं दृश्यामः. तर्हि विसर्गात् पूर्वम् आकारः दृश्यामः इति न, पश्यामः, क्षम्यतां, पश्यामः. तत्र विसर्गात् पूर्वम् आकारः नास्ति, अतः तृतीयसोपानमपि कार्यं न करोति. हा हा, तर्हि द्वितीयं त्यजामः अपि तृतीयं त्यजामः. अग्रे अग्रे चतुर्थसोपाने अत् वर्णः अस्ति, अतः चतुर्थसोपानं कार्यं करोति. हा, सम्भावना अस्ति. अतः परस्य विसर्जनीयस्य अति हसि च उत्तमं. तर्हि अत् हस् इति परः अस्ति चेत् अतः परस्य इति तु अस्ति, अतः अत्र सङ्गच्छति. अस्तु, अग्रे अग्रे पञ्चमे सोपाने अपि अतः परस्य विसर्जनीयस्य आचिलोपः इति अस्ति, अतः पञ्चमसोपानमपि सम्भावना अस्ति. हा, तर्हि आहत्य रेफान्तानि अव्ययानि तत्र प्रातः, पुनः, अन्तः इति एतेषां प्रथमे सोपाने, चतुर्थे सोपाने, पञ्चमे सोपाने इति अस्माभिः चिन्तनीयमस्ति. अस्तु, बहु सम्यक् अस्ति. अग्रे अग्रे पुष्पभगिनी अग्रे. महोदय, अत्र प्रातः तिष्ठति तत्तु अग्रे पठतु भगिनि. एषु पञ्चसु पञ्चसु एषु पञ्चसु प्रातः इत्यस्य प्रसक्तिः कुत्र कुत्र अस्ति? प्रथमे, चतुर्थे, पञ्चमे च. तेषु प्रथमे सोपाने भट्टसूत्रम् अनुसृत्य कार्यं कुर्मः चेत् साधु भवति. प्रातः तिष्ठति तत्र प्रातस्तिष्ठति इति साधुः. तत्तु विसर्जनीयस्य सह खरि कखपफे तु विसर्गः. हा, इति इति उपरि अपि विद्याभगिनी पठितवती खलु. तत्र केवलं भातसूत्रस्य प्रथमसूत्रं कार्यं करोति. द्वितीयम् अपि च तृतीयं तत्र प्रसक्तिः एव नास्ति इति महोदय प्रकाशितवान्. तर्हि प्रथमं, तृतीयं, प्रथमं, चतुर्थं, पञ्चमम् इति तत्र सम्भावना अस्ति. तेषु प्रथमम् अस्ति भवति चेत् तु साधु. प्रातः तिष्ठति, प्रातस्तिष्ठति इति पूर्वमपि अस्माभिः अवलोकितं. प्रथमं सोपानं कार्यं करोति. अस्तु, अग्रे. किन्तु चतुर्थे, पञ्चमे च सोपाने भट्टसूत्रम् अनुसृत्य कार्यं कुर्मः चेत् दोषो भवति. तत्तु प्रातः धावति, अत्र प्रातो धावति दोषः अस्ति. प्रातः धावति, प्रातर्धावति साधुः. अत्र प्रातः अस्ति, प्रातोस्ति दोषः. प्रातः अस्ति, प्रातरस्ति इति साधुः. अत्र कथमं सोपानमस्ति? तत्तु चतुर्थसोपानम्. नाम रामः धावति, रामः अस्ति इति साधारणकार्यं. तत्र रामः धावति चेत् किं भवति? अत्र हर्षवर्णः अत्र प्रातो धावति इति आगच्छति. तत्तु दोषः अस्ति. तथैव प्रातर् धावति इति आगच्छति. तत्तु रामः धावति इति चेत् किं भवति स्म? रामः धावति इत्युक्ते रामो धावति इति आगच्छति. उकारः आगच्छति. हा, रामः धावति, रामो धावति इति समीचीनम् आसीत् खलु? तत्तु रामः, तत्र रामः प्रातः, रामः प्रातः, तत्र साम्यमस्ति. अतः कोऽपि विचिन्त्य वक्तुं शक्नोति यत् प्रातः धावति, प्रातो धावति. तत्तु अव्ययः अस्ति. तथैव किन्तु नास्ति तथा, नास्ति तथा, तत्र दोषः अस्ति. हा, अतः अपवादः इति अस्माभिः उक्तमासीत्. तत्र हसि च, तत्र अतः परस्य विसर्जनीयस्य अति हसि च. अत्र हसि धावति उत्वम्, उत्तममिति रामशब्दः अस्ति चेत् तत्र रामो धावति इति भवति. किन्तु अत्र नास्ति. हा, अस्तु, प्रातः अस्ति. प्रातः अस्ति, प्रातरस्ति, प्रातरस्ति. अत्र रेफः आयाति. हा, न रामः अस्ति चेत्, रामः अस्ति चेत् रामोऽस्ति. रामोऽस्ति इति सामान्यम् अस्ति. हा, अतः परस्य विसर्जनीयस्य अति उत्तमं. रामो रामो रामो रामु गुणसन्धिः रामो, अनन्तरं पूर्वरूपसन्धिः राम रामो अस्ति इति अस्ति. हा बहु बहु समीचीनमस्ति. अस्तु अग्रे अजय महोदय अग्रे. किन्तु प्रातः अस्ति इति तथा नास्ति, प्रातर् अस्ति. तर्हि आहत्य प्रातर् धावति, प्रातर् अस्ति इति उभयत्र रेफः एव इति अस्माभिः उपरि सरलरीत्या अस्माभिः उक्तमासीत् खलु उपरि. अस्तु अस्तु अग्रे महोदय. प्रातः इच्छति, प्रात इच्छति दोषः, प्रातरिच्छति साधु, प्रातः आगच्छति प्रात इच्छति दोषः, प्रातः आगच्छति दोषः, आगच्छति प्रातरागच्छति साधु. अत्र प्रदर्शयतु किमस्ति इति. यदि यदि रामः अस्ति चेत्, रामः इच्छति अस्ति चेत् रामः इच्छति कथमं सोपानम्. इदानीं रामः इच्छति इति कथमं सोपानम्? रामः इच्छति पञ्चमसोपानम् आगच्छति, अतः परस्य विसर्जनीयस्य अचि आचि लोपः. रामः राम इच्छति इति साधु. राम इच्छति, राम इच्छति इति साधु, साधु. किन्तु प्रातः तथा नास्ति, प्रातः तथा नास्ति. रामः आगच्छति इति पञ्चमसोपानं, राम आगच्छति इति साधु. हा तत्र आचि नाम आति इच्छि च. अस्तु समीचीनमस्ति. उभयत्र राम तत्र लोपः अति उभयत्र भवति स्म, किन्तु अत्र न भवति खलु. अस्तु अग्रे पठतु महोदय. तर्हि प्रथमे स्थले किमर्थं पाठसूत्रं कार्यं करोति? चतुर्थे पञ्चमे किमर्थं पाठसूत्रं कार्यं न करोति इति स्त्रियरीत्या परिशीलयाम. वस्तुतस्तु अत्र नूतनं किमपि नास्ति. अत्र साफल्यस्य प्राप्त्यर्थं केवलं केवलमिदं ज्ञानम् अपेक्षितं यत् प्रक्रियायाः आरम्भे प्रात् इत्यस्य न तु प्रातः. इदं मनसि निधाय अग्रे गम्यश्चेत् अत्र सारल्यमेव. प्रथमे सोपाने प्रातर्योगः तिष्ठति, खरवसारविसर्जनीयः. किम् उक्तम्? किमुक्तमस्ति चेत् बाटसूत्रं प्रथमे सोपाने कार्यं करोति, परन्तु चतुर्थपञ्चमे सोपाने बाटसूत्रं न कार्यं करोति. प्रातः इति मनसि न प्रातर् इति मनसि निधाय शास्त्रीयरीत्या परिशीलयामः इति दत्तमस्ति. नाम तत्र कथम् अवगन्तुं शक्नुमः, कथं ज्ञातुं शक्नुमः यत् प्रथमे सोपाने बाटसूत्रं कार्यं करोति किन्तु चतुर्थे पञ्चमे च न करोति इति कथं ज्ञातुं शक्नुमः? कथं स्वयम् अवलोकयितुं शक्नुमः, अवगन्तुं शक्नुमः इति चेत्, यदि स्मरामः यत् प्रातः इति नास्ति, अस्ति प्रातर् न तु प्रातः आरम्भे. प्रातर् अस्ति इति नाम यावन्ति सूत्राणि अस्माभिः ज्ञातानि तानि निधाय तेषां सहायेन एतत् सर्वं सुलभतया ज्ञातुं शक्नुमः. यदि स्मरामः यत् शब्दः अस्ति प्रातर् न तु प्रातः इति परिस्थितिः अस्ति. अस्तु अखिला भगिनी अग्रे. भगिनी अस्ति किञ्चित् इतोपि उच्चस्वरे. इदानीं सम्यक् वा महोदय? प्रथमे सोपाने प्रातर्योगः तिष्ठति. करवसानयो विसर्जनीयः इत्यनेन पदान्तरेपस्य स्थाने विसर्गादेशो भवति करीफरे. प्रातः योगः तिष्ठति. विसर्जनीयस्य सह इत्यनेन विसर्जनीयस्य स्थाने सकारादेशो भवति करीपरे. प्रातस् योगः तिष्ठति. प्रातस्तिष्ठति. तर्हि वयम् इदानीमेव दृष्टवन्तः यत् प्रातर् योगः तिष्ठति इत्युक्ते प्रथमसोपानस्य कार्यं भवति. प्रथमसोपानस्य कार्यं कथं भवति इत्युक्ते करवसानयो विसर्जनीयः विसर्जनीयस्य सह इति उभाभ्यां सूत्राभ्यां भवति. तत्र प्रातर् योगः तिष्ठति इति यदा यदा स्थितिः अस्ति तस्यां स्थितौ करवसानयोर्विसर्जनीयः इत्यस्य कार्यं भवति. तर्हि करवसानयोर्विसर्जनीयः इति सूत्रं वदति पदान्ते रेपः अस्ति चेत् तस्य रेपस्य स्थाने सकारादेशः भवति इति एव. क्षम्यतां, रेपस्य स्थाने विसर्गादेशः भवति इति एव करवसानयोर्विसर्जनीयः इति सूत्रं वदति. यत् रेपः तु यः कोऽपि रेपः भवितुम् अर्हति इति कृत्वा तत्र प्रातर् इति यद्यपि तत्र रेपः मूले पदे एव आसीत् तथापि तत्र रेपस्य स्थाने विसर्गः भवति. तर्हि प्रातः योगः तिष्ठति इति सम्भवति. तस्यां स्थितौ विसर्जनीयस्य सह इति सूत्रेण विसर्गस्य स्थाने सकारादेशः भवति. तर्हि प्रातस् तिष्ठति. बहु समीचीनमस्ति. तत्र पूर्वम् अस्माभिः प्रथमे सोपाने किं दृष्टमस्ति, यथा रामः तिष्ठति, तत्र रामसु तिष्ठति. तत्र प्रथमं सोपानं त्यक्त्वा, यतोहि अत्र सु तु नास्ति, अव्ययपदमस्ति, अत्र प्रातर् अस्ति आरम्भात् एव इति कृत्वा ससजुषुरुः इत्यस्य आवश्यकता नास्ति, प्रसक्तिः नास्ति, आवश्यकता अपि नास्ति, यतोहि तत्र रेफः अस्ति एव. अतः साक्षात् अस्याः प्रक्रियायाः मध्ये प्रवेशं कुर्मः. नाम सामान्यतया तत्र ससजुषुरुः इति रुत्वं भवति, अनन्तरमेव करवसानयोर्विसर्जनीयः. अत्र रेपस्य आनयनस्य आवश्यकता एव नास्ति, यतो हि आरम्भे अस्ति. अतः प्रथमं सोपानवत् एव अस्ति, केवलं मार्गस्य मध्ये नाम प्रविष्टवन्तः. अस्तु, समीचीनमस्ति. द्वितीयमस्ति राजेन्द्रमहोदय, तत्र चतुर्थे सोपाने. आम् आं महोदय, चतुर्थे सोपाने प्रातर्योग धावति खरवसानयोगसर्जनीयः इत्यस्य हसि परे शक्तिः नास्ति. हसि च इत्यनेन हसि परे हृत्व अकारवर्तिनः रेफस्य उकार आदेशो न, यतोहि अयं रेफः रुसम्बद्धो न. प्रातर् धावति, प्रातर् धावति निष्पन्नं भवति. इदानीमस्ति चतुर्थसोपाने किम् अस्ति, मूलतः तु प्रातर् अस्ति, रेफः तत्र अस्ति एव अन्ते. प्रातर् योग धावति, अत्र खरवसानविसर्जनीयः तत् हसि पर धकारः यः परे अस्ति, तत् धकारः तु खर् प्रत्याहारे न अस्ति, अवसान अवस्थायाम् अपि अत्र न अस्ति. तत्कारणात् तत्र प्रसक्तिः न अस्ति, तत्कारणात् तत्र कारणात् तत् तस्य प्रसक्तिः नास्ति. अपि च तत्र या ह्रस्व अकारवर्तिनः अस्ति रेफः, तत्र उकार आदेशः न भवति, यतः सः रकारः रेफः रुसम्बद्धो न अस्ति, यथा पञ्चमे अथवा तृतीयसोपाने आसीत्. तत् तत् कारणात् तत् कोऽपि कार्यं न भवितुमर्हति, यकारादेशः न भवितुमर्हति, तथा प्रातर् धावति, तथैव प्रातर् धावति तत्र निष्पन्नं भवति. समीचीनमस्ति. अपि च हसि च इति यथा जानीमः एव यत् तत्र रुसम्बद्धरेफः अपि नास्ति, अपि च अग्रे ह्रस्व अकारः अपि नास्ति अत्र. अतः कथनमपि नाम करवसानयोर्विसर्जनीयः अपि नास्ति, हसि च अपि नास्ति, किमपि नास्ति, प्रातर् धावति. अस्तु, समीचीनमस्ति. अत्र पुनः एकवारं वदति वा, रुसम्बद्धरेपः इत्युक्ते किम्? कथं जानीमः रुसम्बद्धरेपः अस्ति वा न इति? किमपि प्रकरणम् एकं रुविधायकसूत्रम् अपेक्षितमस्ति. अत्र अस्माकं पुरतः एकमेव अस्ति, ससजुषुरुः. ससजुषुरुः इति रुत्वं भवति, नाम आरम्भे पदान्तसकारः अस्ति, अनन्तरं रुत्वं भवति, तदाधारेण एव अत्र विसर्गसन्धिप्रसङ्गे अनयोः सूत्रयोः अथवा येषां त्रयाणां सूत्राणां प्रसक्तिरस्ति. यतोहि रुसम्बद्धरेफः अपेक्षितः अस्ति. अत्र प्रातर् इति मूले प्रातर् अस्ति, मूले एव प्रातिपदिकं प्रातर्, तर्हि रुत्वम् इति नास्ति खलु. तत् स्पष्टमस्ति वा? आम्, इत्युक्ते सर्वप्रथमं ससजुषोरुः इत्यनेन रु यदि आगच्छति तर्हि तदा एव रुसम्बन्धरेपः अस्ति इति वदामः वा? सत्यम्. अस्तु, इति अस्ति. तत् रुत्वं केवलं ससजुषोरुः इत्यनेन भवति इति नास्ति, किन्तु विसर्गसन्धिप्रसङ्गे तथा अस्ति. अस्तु, हा, अस्तु, समीचीनमस्ति. इदानीं द्वितीयं कुर्मः सरला भगिनी अग्रे. प्रातर् अस्ति, प्रातर् अस्ति, खरवसानयो विसर्जनीय इत्यस्य अचि परि प्रसक्तिः नास्ति. अतोः अतोरोरु प्लुताद् प्लुताद् प्लुते इत्यनेन अचि परि ह्रस्वकारो उत्तरवर्तिनः रेफस्य उकारो आदेशः न, यतोहि अयं रेफरु सम्बन्धो न. प्रातर् अस्ति इति प्रातर् योग अस्ति, प्रातर् इति भवति. अतः पुनः प्रातर् अस्ति अत्र खरवसानयो विसर्जनीय इत्यस्य प्रसक्तिः नास्ति, कारणं अकार खरिप्रत्याहारे नास्ति. अतो रोरु रोरप्लुताद् प्लुते इत्यस्य अपि प्रसक्तिः नास्ति, कारणं कि रेफ रु सम्बन्धो नास्ति. अतः प्रातर् अस्ति इति निष्पन्नं भवति यथा पूर्वं दृष्टवन्तः. बहु समीचीनमस्ति. किन्तु अत्र भाटसूत्रस्य आश्रयं यदा स्वीकुर्मः तदानीं केवलं स्मर्तव्यमस्ति यद् अत्र सर्वत्र रेफः भवति, केवलं प्रथमे सोपानि कार्यं करोति. किन्तु यदि अत्र लाभः अस्ति यद् एकवारं शास्त्रीयचिन्तनं जानीमः, तदानीं चतुर्थे सोपानि किमर्थं न भवति इति इदानीम् अवगच्छामः. पूर्वं तु न अवगच्छामः स्म, इदानीम् अवगच्छामः खलु. भेदः अस्ति अत्र, मूल्यमस्ति खलु, मूल्यं. नो चेत् उपरि केवलं किम् उक्तं भाटसूत्रप्रसङ्गे अयम् अपवादः, केवलं प्रथमे सोपानि कार्यं भवति, अन्यत्र न भवति, सर्वत्र रेफादेशः एव. वस्तुतः रेफादेशः इति नास्ति, रेफः आदिष्टः इति नास्ति, मूले एव रेफः, अपि च अन्यत् किमपि कार्यं नास्ति इति कृत्वा तिष्ठति इति. सम्यक्. अस्तु, पञ्चमे सोपाने अपि तथैव. अस्तु, विद्याभगिनी एकवारं वदतु कृपया. पञ्चमे सोपाने प्रातर् इच्छति, अत्र भो भोगो अगो अपूर्वस्य योषि इत्यनेन अवर्णोत्तर उत्तरस्य रेपस्य यकारादेशः अशि परे न, यतोहि अयं रेपः रुसम्बन्धरेपः न, किमपि कार्यं नास्ति, प्रातर् इच्छति. अत्रापि तथैव भो भगो अगो अपूर्वस्य योषि कार्यं करोति यत्र रुसम्बद्धरेपः अस्ति, प्रातर् इत्यस्मिन् रेपः मूले अस्ति, रुसम्बद्धरेपः नास्ति इति कृत्वा अत्र यकारादेशः न भवति, केवलं वर्णमेलनं प्रातर् इच्छति. अपि च आगच्छति प्रातरागच्छति, अत्रापि भो भगो अगो पूर्वस्य योषि इत्यस्य प्रसक्तिः अस्ति, परन्तु अत्र रेपः रुसम्बद्धरेपः नास्ति इति कृत्वा अत्रापि भो भगो अगो पूर्वस्य योषि इति कार्यं न करोति, अत्रापि केवलं वर्णमेलनमेव प्रातरागच्छति. इदानीम् अवगच्छामः किन्तु कारणं, पूर्वं तु न अवगच्छामः च स्म, इदानीम् अवगच्छामः. हा अस्तु, इदानीं समयः जातः. अग्रे अतः इति पठितुं शक्नुवन्ति यच्छन्ति चेत्, अत्र अतः इति अस्य परिस्थितिः भिन्नः, यतोहि अस्य मूलरूपमस्ति अतस् न तु अतर्. अत्र प्रातिपदिकमस्ति अतस्, सकारान्तः अस्ति, अतः सजुषुरुः भवति, तदर्थं सर्वं भवति इति कृतः भेदः. समीचीनम्, अस्तु समापयामः तर्हि. धन्यवादः सर्वेषां, नमस्कारः. धन्यवादः, धन्यवादः महोदय.